नमस्कारः, सदृशम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्. आर्धधातुकप्रकरणे इडिव्यवस्था द्वादशतमकरपत्रम् अस्ति, तस्मात् पठामः. गतसप्ताहे अस्य परिचयं प्राप्तवन्तः. इट् नाम किम् इति, तत्र वयं किञ्चित् अभ्यासमपि कृतवन्तः. किञ्चित् पुनस्मरणं कृत्वा अग्रे सरामः. तत्र प्रथमम् इत् संज्ञा करणीयः, अनन्तरं तत्र धातुः स्वीकुर्मः चेत् प्रथमं तस्य इत् संज्ञा करणीयः, अनन्तरं तत्र अवशिष्टधातुः अवशिष्ट अच्वर्णेन तद् वयं अच्वर्णेन धातुः किम्पदी इति निर्णयं कर्तुं शक्यते. किम्पदी इत्युक्ते आत्मनेपदी वा उभयपदी वा परस्मैपदी वा इति अवशिष्ट अच्वर्णेन वयं निर्णयं कर्तुं शक्नुमः. अनन्तरं तत्र अवशिष्टस्वरेण एतदपि निर्णयं कुर्मः, अयं धातुः इट् वा अनिट् वा इति. इत्संज्ञकवर्णानां निष्कासानन्तरं यः स्वरः अवशिष्यते तेन स्वरेण धातुः इट् वा अनिट् वा इति निर्णयः क्रियते. सो इत्संज्ञकवर्णेन इत्संज्ञक अच्वर्णेन किम्पदी इति, अवशिष्टस्वरेण धातुः इट् वा अनिट् वा इति, न तु अवशिष्ट प्रथमं यद् मया उक्तं तद्दोषाय. इत्संज्ञकवर्णेन अच्वर्णेन धातुः परस्मैपदी वा आत्मनेपदी वा उभयपदी वा, अनन्तरम् अवशिष्ट यः स्वरः अस्ति तेन धातुः इट् वा अनिट् वा इति वयं निर्णयं कर्तुं शक्नुमः. अनेन स्वरेण एव इडिव्यवस्था वयं ज्ञातुं शक्नुमः. अतः कथं तत्र अवशिष्टस्वरस्य यत्र अधोभागे या रेखा दृश्यते तद् अचः अनुदातत्वं सूचयति. आ इति अत्र उदाहरणं दत्तं. तत्र अधोभागे यदा रेखा अस्ति चेत् तद् अनुदात्तः, सः स्वरः अनुदात्तः. अनन्तरं तत्र यदा उपरि चिह्नम् अस्ति चेत् तद् स्वरितः. अनन्तरं तत्र यदा उपरि अपि चिह्नं नास्ति, अधोभागे अपि चिह्नं नास्ति चेत् उदात्तः. अतः अग्रे अधस्तात् यदा रेखा अस्ति चेत् अनुदात्तः, उपरि चिह्नम् अस्ति चेत् स्वरः स्वरितः, अधोभागे अपि रेखा नास्ति, उपरि अपि रेखा नास्ति चेत् तद् उदात्तस्वरः. स्वराणाम् एतादृशप्रभेदत्रयं कृतवन्तः. अनन्तरं तत्र वयं कथम् इड् व्यवस्था कीदृशी इति तत्र निर्णयं कर्तव्यं. तत्र पठा इति धातुः स्वीकृतवन्तः. उदाहरणे पठा इति धातोः तत्र यः अकारः अस्ति, तकारोत्तरवर्ति अकारः, सः अनुनासिकः. पठा इति अनुनासिकचिह्नम् अस्ति, अनुनासिकधातुः अस्ति, उपरि अपि चिह्नं नास्ति, अधोभागे अपि चिह्नं नास्ति, अतः उदात्तः. उदात्तः कारणेन अत अयं धातुः परस्मैपदी धातुः. अनन्तरं तत्र पकारोत्तर इदानीम् अनुनासिकस्वरः, तस्य तु उपदेशे इत्संज्ञा भवति एव. अनन्तरं तत्र पकारोत्तरवर्ति यः अकारः अवशिष्टः, सः अवशिष्टस्वरः इति यत् वयं वदामः, सः कीदृशः इति द्रष्टव्यं. सः अपि सः स्वरः अपि उदात्तः एव, तत्रापि चिह्नं किमपि नास्ति. अतः धातुः सेट्, उदात्तस्वरः अस्ति चेत् धातुः सेट् भवति. अवगतं वा तद् भगिनि? यदि तत्र अधोभागे चिह्नम् अस्ति, यदा घै इति धातुः, तत्र ऐकारः तु अनुदातः. अधोभागे चिह्नम् अस्ति अनुदातः, अनुदातः अस्ति चेत् धातुः अनिट्. स्वरितः धातुः अपि तत्र सेट् एव भवति. तदेव दत्तमस्ति किल? आम्. अतः तत्र प्रत्य एतत् धातोः विषये, धातोः विषये एव उदात्त अनुदात्त स्वरित इति चिन्तनं धातोः विषये एव. उदात्तः स्वरः अस्ति चेत् धातुः सेट्, अनुदात्तः अथवा स्वरितः अस्ति चेत् अनिट्. तस्य यद् अपवादः अस्ति तस्य विषये अत्र किमपि न उक्तं, प्रायः अग्रे आगच्छति. प्रत्ययस्य स्वभावः यदा स्वीकुर्मः तत्र प्रमुखसूत्रमस्ति आर्धधातुकस्य ईडुविल वलादेः. अतः वयं तु जानीमः एव प्रत्ययः अपि ईट् भवेत्, धातुः अपि सेट् भवति चेदेव तत्र इडागमः भवति इति. प्रत्ययस्य स्वभावः तत्र आर्धधातुकप्रत्ययस्य आदौ यदा वल् प्रत्याहारस्य अन्यतमः वर्णः अस्ति चेत् तत्र इडागमः भवति एव. वल् प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि वल् प्रत्याहारे अस्ति एव. एतद् वयं जानीमः, एतत्तु सामान्यसूत्रमस्ति. आर्धधातुकः इत्युक्ते किम् इति अपि वयं जानीमः, यः तिङ् अपि नास्ति षित् अपि नास्ति सः आर्धधातुकः, आर्धधातुकं शेषः इति सूत्रेण. अतः इडागमविधायकसूत्रं किम् इत्युक्ते आर्धधातुकस्य इडुवलादेः इति सूत्रम् एव. अनन्तरं तत्र प्रथमनिषेधसूत्रम् आगच्छति, नेड् वशीकृति. अतः वल् प्रत्याहारे यकारं विहाय सर्वे व्यञ्जनानि अन्तर्भूताः, सर्वाणि व्यञ्जनानि अन्तर्भूताः. अतः आर्धधातुकः भवेत्, वल् प्रत्याहारस्थवर्णः अस्ति चेत् तत्र आर्धधातुकस्य ईड् वलादेः इत्यनेन इडागमः भवति. परन्तु नेड् वशीकृति इत्यनेन कृत् प्रत्ययस्य आदौ वष् प्रत्याहारे अन्यतमः वर्णः अस्ति चेत् इडागमः तत्र बाध्यते, न भवति, न निषेधः, प्रथमनिषेधः. कृत् प्रत्याहार प्रत्ययः भवेत् आदौ वष् प्रत्याहारस्य अन्यतमः वर्णः भवेत्. सो वष् प्रत्याहारे के के वर्णाः इत्युक्ते तृतीय चतुर्थ पञ्चम वकार रेप लकार. अतः कृत्सु प्रथम द्वितीय श श सः अस्ति चेत् इडानुकूलः, अन्ये सर्वे इडा अननुकूलः. अतः नेड् वशीकृति इत्यनेन तत्र बाधा भवति. अनन्तरम् अत्र द्वितीयमपि एकं निषेधसूत्रमस्ति, सीतूत्र तथ सीसु सरकसेषु च इति सूत्रमस्ति, अग्रिमसूत्रमेव 729 इति. सी तूत्र थ सीसु सर क स एते आर्धधातुककृत् प्रत्ययाः, एतेषाम् इटागमः न भवति. प्रथमसूत्रे किम् उक्तं, वष् प्रत्याहारस्थवन् वर्णाः अस्ति चेदेव, कृत्वर्णाः अस्ति चेदेव इडागमः न भवति इति. सी तूत्र थ थ इति अनन्तरं सीसु सर क स इति अवश्य वश् नास्ति, तथापि तस्य बाधा भवति अनेन सूत्रेण. अतः सूत्रद्वयम् अनेन तत्र इडागमः न भवति इति सूत्रत्रयं मिलित्वा तत्र इडागमस्य. तत्र वयं केचन प्रायः सू पर्यन्तं दृष्टवन्तः वा सी पर्यन्तं दृष्टवन्तः इति चिन्तयामि. सी इति आरभ्य पश्यामः. अरुणा भगिनी, सी तत्र उदाहरणं दत्तं किल, सी सी प्रत्यये कुक्षिः क्षि इति प्रत्ययः कुक्षि इति भवति, इडागम न भवति. इडागम अस्ति चेत् कोषिता भवति, आर् कोषितुं भवति. तृच् प्रत्ययः अस्ति चेत् कोषिता भवति, तुमुनि अस्ति के कोषितुम् इति अत्र गुण इक इडागमागच्छति, तदनन्तरं गुणः भवति. सु सु इति प्रत्ययः सु प्रत्ययः अस्ति चेत् इच्छुः इति रूपम्, अत्र इडागमः न भवति दीर्घसूत्रेण. अत्र ती तु इति सूत्रेण इडागमः न भवति. परन्तु इडागम् अस्ति चेत् एषिता एषितुं रूपं एषिता एषितुम् इत्यत्र तृच् तुमन् प्रत्यय सर सरन् प्रत्यय अस्ति अक्षरम् इति रूपम् अस्ति तृच् तुमन् प्रत्यय अस्ति चेत् इडागमः भवति आशिता आशितुम् इति रूपं भवति पदामि भगिनि ख खन् प्रत्यये श्लखः तृच् तुमन् कृते शलिता शलितुं भवति सा स प्रत्यये वत्सः वत् धातुतः किन्तु तृच् तुमन् अस्ति चेत् वदिता वदितुम् इति रूपं भवति तदेव वत्सः वदिता वदितुं वध् इति प्रायः धातुः स इति प्रत्ययः तत्र वत्सः इति रूपं परन्तु तृच् अस्ति चेत् तुमुन् अस्ति चेत् तत्र तु इडागमः भवति किमर्थम् इत्युक्ते तत्र तु बाधा नास्ति इति कारणेन समीचीनम् अग्रिमपङ्क्ति आम् आम् अत्र ध्येयं यत् अत्र ध्येयं यत् तीत्रा प्रत्ययौ एव पाणिनेः अस्मिन् सूत्रे अवशिष्ट सर्वे प्रत्ययाः उणादिप्रत्ययाः अनेन ज्ञायते यत् ताप्रत्ययः नास्ति अपि तु उणादि ताप्रत्ययः एव ओके अत्र वयं पठितवन्तः तकाराः प्रत्ययाः सन्ति केवलं पाणिनि न केवलं तीत्र एव प्रत्ययः स्वीकरणीयम् अन्य अवशिष्टप्रत्ययाः सर्वे उणादिप्रत्ययाः अत्र एकविशेषमस्ति ता इति ता प्रत्ययः अपि ता एव अवशिष्टति परन्तु तत् तु अनादि उणादिप्रत्यये ता प्रत्ययः नास्ति भगिनि उणादित्ता उणादित्ता अस्ति चेत् इडागम न भवति सत्यम् एतद् यद् उक्तं तद् इत्तप्रत्ययः नास्ति अपि तु उणादित्तप्रत्ययः इति एव समीचीनं तदेव सम्यक् आम् उषा भगिनि अस्तु वस्तु वस्त्वे खाज् खाजात् धसाम् ओके कृत् कृत् द्विवचन कृत् द्विवचन अना द्विर्वचन कृत् द्विर्वचन द्विर्वचन नानां द्विर्वचननानाम् एकाच् आम् आत् अन्तानां घे घसेः घसेश्च वसोः इट् न अन्येषां वस्तु एक अच् एक अच् वस् प्रत्ययस्य इडागमे भवति केवलं द्वित्वानन्तरम् अपि ये धातवः एकाचः तेभ्यः आकारान्तधातुभ्यः गस् धातुतः गस् अदने च अद्भक्षणे गस् अदने च अद्भक्षणे इत्यस्य गस् इति धात्वादेशः लिटि अन्यतरस्याम् इति सूत्रेण ओके वस्तु एक अच् एक अच् आत् गसां गसां सो गस् इत्यनेन गस् धातुतः ओके आकारान्तधातुभ्यः ओके आत् सूत्रे वस्तु एक अच् आकारान्तधातवः इति आत् इत्यनेन गस् इत्यनेन गस् गसां धातु ओके अण्ड् देन् वस्तु एकाच् एकाच् न भगिनि वस्तु वस् एक वस्तु एकाच् आत् वस्वैकात् द्वसाम् वसु एकात् तकार नास्ति वसु वसु वसु एकाच् वसु उकारः अकारः ओके वकारः अस्ति या या या यङ् सन्ति ते ओके वसु वसु एक अच् आत् गसाम् वसु वसु एकाच् आत् गसाम् अस्तु भगिनि कृत् द्विर्वचनानाम् एकाच् एकाच् आम् अन्तानाम् एकाच् एकाच् आमन्त एवम् एकाचाम् इस् एकाच् आमन्तानां नास्ति वा बस् प्रत्येकां धातूनां सो शुड् बि तत्र आमन्तानां बिकास् द्विवचनानां द्विर्वचनानाम् एकाचाम् अदन्तानाम् न भगिनि आकारान्तधातुभ्यः रैट् सो ऐ थाट् देर् दि कृत् द्विवचनानाम् एकाच् ऐ थाट् एकाच् एकाच् आमन्तानाम् आमन्तानां वै ओ एकाचाम् ओके एकाचाम् तकारः आम् आम् ओके गसेश्च वसोः इट् न अन्येषां क्षम्यतां भगिनि टुक्ल वस् प्रत्ययस्य ओके वस् प्रत्ययस्य इडागमे भवति वस् प्रत्ययः अस्ति चेत् इडागमः भवति केवलं द्वित्वानन्तरम् अपि ये धातवः एकाचः ओके द्वित्वानन्तरम् अपि ये धातवः एकाचः तेभ्यः ओके आकारान्तधातुभ्यः अपि च गस् धातुतः गस् अदने च अद् भक्षणे इत्यस्य गस् इति धातु आदेशः लिटि अन्यतरस्याम् इति सूत्रेण गस् इति धातुः गस् अदने अपि च अद् इति भक्षणे अपि द्वयोः धातोः कृते उल्लेखः भवति गस् धातौ गसाम् इत्यनेन ओके गस् धातुतः अपि च गस् अदने च अद् भक्षणे इत्यस्य गस् इति धात्वादेशः लिटि अन्यतरस्याम् ओ गस् इत्यस्य कृते अद् इति धातुः ओके अद् इति धात्वादेशः भवति लिटि अन्यतरस्याम् इति सूत्रेण लिट् इत्यस्य कृते लिट् इत्यस्य लिटि अस्ति चेत् गस् धातोः अद् भवति ओके ओके तत्र उदाहरणं दत्तम् आदिवान् ओषिवान् फेचिवान् शेकिवान् उदाहरणं कुत्र अस्ति भगिनि अयं क्वसु प्रत्ययः ओ अह दिस् इस् क्वसु प्रत्ययः वेदे एव भवति कृत्प्रत्ययः कृत्प्रत्ययः अस्ति किन्तु लिट् लकारस्य स्थाने विकल्पेन भवति लिट् लकारस्य एव अर्थे सो दिस् इस् बहु विशेषसूत्रं सो ओके वि आर् नाट् गोयिङ्ग् टु सी इट् ओके ओके क्वसु भगिनी क्वसु प्रत्ययः ऐ थाट् इस् वीवन् विद्वस् इस् फ्रम् क्वसु आर् मेबि वसु दस् दस् किल न तु क्वसु दस् दसेश्च वसोर् इति नान्यस्तरश्यां गस् धातुतः न तु प्रत्ययः किल धातुप्रत्ययः वसु भगिनि प्रत्ययस्य विषये प्रत्ययस्य क्वसु प्रत्ययः वेदे एव भवति इति दत्तं प्रायः तद् अन्यप्रत्ययः भवेत् मेबि वसु अपि च क्वसु द्वयोः अपि अस्ति क्वसु प्रत्ययः वेदे एव भवति भवती किम् उक्तवती वसु वा न ऐ थाट् विद्वस् विद्वस् इति प्रातिपदिकं फ्रम् वस् आर् क्वसु maybe maybe I'm I could be wrong but I don't know okay. vastu kila tad vidvas vad vidvas kalu pashyamah I think it's from vasu or kvasu astu so krit pratyaya dvivachananam dvivachananam ekacha oh ekach द्विवचनान्तम् अपि ये धातवः एकाचः तेभ्यः ओके गसेश्च आदन्तानाम् आकारान्तदातवः गसेश्च वसोः इट् न अन्येषाम् ओन्लि वस् प्रत्यय इडागमः भवति ओन्लि इन् दीस् थिङ्ग्स् ओके अस्तु भगिनि सेवेन् टु अत्रापि वसु एव भगिनि विद्वत्स् इत्यत्र विद् योगः त्वसु इत्येव प्रत्ययः विद्वत् विद्वस् भगिनि विद्वस् विद्वस् अपि क्वसु एव क्वसु एव बट् अत्र दत्तम् अयं क्वसु प्रत्ययः वेदे एव भवति दट्स् वै प्रायः तत्र एकाधिक भवितुम् अर्हति किल ओके विद्वस् तत्र आप्ते इत्यत्रापि क्वसु एव विद् योगः क्वसु इति प्रत्ययः विद्वान् विदुषी विद्वान् दट्स् या विद्वान् विद्वांसो विद्वांसः दत्ता वसु एव तत्र प्रत्ययः बहुत्र तदेव दत्तं वाचस्पत्ये अपि वसु इत्येव दत्तं ओके दट्स् वै गाट् कन्फ्यूस् ओके वस्तु ओके सो कृत् प्रत्यय ओके ओके वस् प्रत्ययस्य इडागमः भवति केवलं द्विपानन्तरम् अपि ये धातवः एकाचः तेभ्यः आकारान्तधातु द्वित्वानन्तरम् एकाच् द्वित्वं यदा कुर्मः अनन्तरं यदा एकाच् एकाच् आं द्वित्वानन्तरम् अपि च ये धातवः ऐ वास् थिङ्क् हौ केन् ओ आमामां या या या या बट् एकम् उदाहरणं दत्त पट् पट् इवन् इफ् वि से इफ् ऐ से पट् पट् भगिनि धातु पट् नाट् फार् पट् पट् तत्र एतद् गस् धातुः किल तस्य एव ah oh this is all for gas dhatu bagini when it comes after a root ending in the long a and after gas atah tatra idanim tatra pat pat ityatra tu lasah nasti kila atah gas bhavet adivan oshivan pechivan shekivan tatra ad ash tatra tu ekah ad ad अश् इति अस्ति तत्र एकः एव अच् एकः एव किम् एकः एव एकाच् अच् तदा एव भवति कुत्र दत्तं भगिनि अष्टाध्यायी ओ अष्टाध्यायी ओ अस्तु अस्तु अत्र तु अस्माकं करपत्रे नास्ति किल अतः अहं दृष्टवती कुत्र भवति इति अत्र नेक्स नियम ओके नियमसूत्रमस्ति वा डाक्युमेण्ट् बै द जनरल् लू प्रेसिडेण्ट् सूत्र मेक्स नियम इति उक्तं पूर्वसूत्रं किं दिस् इस् 7 to 67 एतत् नियमसूत्रम् अस्ति धायायोगः वस् बहु किमपि अस्ति किमर्थम् अत्र न दत्तम् इति न जाने बहु किमपि अस्ति एतत् किञ्चित् पठनीयम् अस्मिन् विषये बहु किमपि अस्ति अस्मिन् सूत्रे केवलं पूर्वसूत्र इस् ओके इड् ओके दट्स् आल्सो इड् त्यर्थि व्यतीतानां नियमः करोति इति न जानामि अत्र उक्तम् अत्र नियमसूत्रम् इति प्रसन्सूत्र मेक्स् अ नियम बस् उत्तः टेकन् द आर्गुमेण्ट् बै द जनरल् रूल् इट् इन्क्रिमेण्ट् ओके सो अत्र दिस् गेट्स् दि अनुवृत्ति ईवन् फ्रम् वसति ओ इट् इट् इति ओके अत्र सूत्रम् एक्स नियम विच् आर् नाट् मोनोसिलबिक् इन् द टु री डुप्लिकेट् आर् अनिट् आम् अनिट् ओ अग्रे अग्रिमकरपत्रे प्रायः भवेत् अस्मिन् विषये एतत्तु बहु सम्यक् अस्ति, बहु किमपि अस्ति अत्र, किमर्थम् एकमेव वाक्यं दत्तं न जानामि. ऐ गेस् इन् द बिगिनिङ्ग् वि शुडन्ट् गेट् प्रायः टु अग्रे प्रायः अग्रे भवेत् क्वसुश्च इति सूत्रम् एकः क्वसुश्च अभ्यास बहु किमपि अस्ति. अस्तु इतोपि पश्यामः, प्रायः अग्रिमकरपत्रे भवेत्. अस्तु अस्तु भगिनि, अग्रे पठामि. अन्तिम अयं पशु प्रत्ययः वेदे एव भवति, कृत् प्रत्ययः अस्ति किन्तु लिट् लकारस्य स्थाने विकल्पेन भवति. ओके, लिट् लकारस्य एव अर्थे. ओके, आहत्य त्रिंशत् बलादि आर्धधातुकप्रत्ययाः इड् अनुकूलाः. आर्धधातुकस्य इड् बलादेः नेड् वशीकृति ति तूत्र तथसि सुर कसेषु च इत्येषां परिशीलनानन्तरम् आहत्य त्रिंशत् बलादि आर्धधातुकप्रत्ययाः इड् अनुकूलाः. चतुर्दश तकारातिप्रत्ययाः त तवतु त्वा तुमुन् तव्य तव्य तृच् तृन् तास् तवै तवेन तुसून् त्वन् तवङ् अष्ट सकाराति भगिनि तोसून् तोसून् ओके धन्यवादः क्षम्यता. अष्ट सकारातिप्रत्ययाः सिच् सियुट् सन् स्य से से सेन तिप् वस् वेकाज् एकाच् आत् गसाम् ओके वसु एकाच् आत् गसाम् इत्यनेन एकः क्वसु प्रत्ययः. लिट् लकारे सप्तप्रत्ययाः थल् व म स से द्वे वहेमहे. अतः आहत्य त्रिंशत् बलादि आर्धधातुकप्रत्ययाः इट् अनुकूलाः. सो द चतुर्दश तकारातिप्रत्ययाः दट्स् वाट्स् मेन्लि देन् द सिच् सियुट् सिच् सियुट् संस्य सत्यं स्यापि से से सिन् सिप् वयम् अधिकतया तस्य उपयोगं न दृष्टवन्तः. सिच् सियुट् सन्नस्य स तवतु त्वा तुमुन् तव्य तव्य तृच् तृन् तास् जानीमः. तवै तवेन तोसुन् त्वन् त्वङ् अधिकं न दृष्टवन्तः. अनन्तरं क्वसु प्रत्ययः तस्य तु लेट् क्षम्यतां वेदे एव प्रयोगः इति उक्तम्. लिट्लकारे तल् व मासे द्वे बहु मुख्यमेव द्वे व्यदेमहे तल् तल् एक प्रथमपुरुष एकवचनं किल मध्यमपुरुष व म से द्वे वहेमहे तल् व म से द्वे वहेमहे. अस्य अपि कण्ठस्थीकरणम् आवश्यकं भगिनि, अतः तदा एव वयं ज्ञातुं शक्नुमः. अथवा तत्र धातुः स्वीकृत्य रूपं साधनीयं, तदापि मनसि आगच्छति. अतः तत्र त्रिंशत् वलादि आर्धधातुकप्रत्ययः इडानुकूलः. अस्तु समीचीनम्. अस्तु अरुणा भगिनी, भवती अपि एकवारं तद् पठति वा, पश्यामः अस्मिन्नेव वर्गे मनसि आगच्छति वा. विजय भगिनी अस्ति वा? ओ आगतवती वा? गेस्ट् अन्य गेस्ट् अस्ति. प्रश्नः तस्मात् पूर्वं चतुर्दश तकारादि इति एव भवती अपि एकवारं पठतु. पठामः. चतुर्दश तकारादि प्रत्ययः स तवतु स्वा सुमुन् तव्य तव्यत् तृच् तृण् तास् तवै तवेन तोसुन् त्वन् तवङ् इति अस्ति. एतत् चतुर्दश सकारादिप्रत्ययः अस्ति. अनन्तरम् अत्र अष्टसकारादिप्रत्ययः अपि अस्ति. सिच् सियूट् सन्नस्य से से से सेन् सिप् इति अत्र बृहत् सूत्रमस्ति. कोसे कोसेन कसे कसेन इति तत्र एतत् सर्वं भविष्यति इति अहं मन्ये. अत्र अष्टाध्यायी अष्टाध्यायी किमस्ति अत्र अष्टाध्यायीसूत्राणि सन्ति खलु महोदय, अत्र व्योममध्ये अग्रिम अस्तु अग्रे आगच्छति अग्रिमपाठे. अस्तु. अनन्तरं वसे वस् वेका गसाम् इति एकाज् किम् अस्ति महोदय अत्र एकाज् आद् गसाम् ओ एकाज् आद् गसाम् इत्यनेन एकः वस्तु प्रत्ययः लिट्लकरे सप्तप्रत्ययाः सन्ति तल् व म से द्वे वहेमहे इति अस्ति अतः आगत्य त्रिंशत् वलादि आर्धधातुकप्रत्ययाः इडानुकूलाः भवितुम् अर्हति एव. त्रिंशत् भगिनि इदानीं प्रश्नः पठतु. प्रश्नः एवं सति अत्र नूतनप्रश्नः उदेति आर्धधातुकस्य बलादेः इत्यनेन सर्वेभ्यः धातुभ्यः बलादि आर्धधातुकप्रत्ययः विधीयते चेत् तस्य प्रत्ययस्य ईडागमः भवति किन्तु तथा सर्वेभ्यः धातुभ्यः प्रत्ययः इडानुकूलः चेदपि कुत्रचित् ईडागमः न भवति. वृत्तान्ते तुमुन् प्रत्ययः तुमुन् आर्धधातुक तिंशित् न अतः बलादिः किन्तु वशादिः न तकार आदौ अस्ति स च तकारः वली अस्ति किन्तु वशी न तर्हि आर्धधातुकस्य बलादेः अनन्तरं नेड् वशी कृति इति सूत्राभ्यां सर्वेभ्यः धातुभ्यः तुमुन् प्रत्यय विहिते सति प्रत्ययादौ इडागमः भवेत् इतुम् इति रूपं यथा पठितुं लेखितुं चिन्तयितुम् इति भवति किन्तु क्रू धातोः कर्तुं स्नु धातोः श्रोतुम् इत्यनयोः इडागमः नास्ति. किमर्थं धातुः अपि इडानुकूलः न वा इति ज्ञेयम् अत्र अत्र इडानुकूलविषये अत्र इडानुकूलः कुत्र भवति इति द्रष्टव्यम्. आर्धधातुकस्वे बलादेः इति सूत्रं वदति अत्र इडागमस्य चिन्तनं भवति इडानुकूलः भवति इति परन्तु नेड् वशीकृति इति सूत्रम् एतत्तु निषेधकसूत्रम् आर्धधातुकस्वे बलादेः इत्यनेन अत्र तुमुन् यत्र भवति अत्र इडानुकूलः इतुम् इति योजितुम् अत्र योजनेन पठितुं लेखितुं चिन्तयितुं भवति परन्तु किञ्चित् स्थाने क्रू धातुः इति क्रू धातुः स्वीकुर्मः चेत् अत्र कर्तुम् एव भवति श्रोतुम् इत्यनयोः इडागमः नास्ति. किमर्थं चेत् धातुः अपि इडानुकूलः अस्ति चेत् एव इडानुकूलविषये अत्र अर्हति इति तत्र दत्तं महोदय. अग्रे पठामि वा महोदय? श्रूयते वा महोदय? श्रूयते भगिनि. श्रूयते भगिनि श्रूयते. अग्रे पठामि वा रामप्रिया भगिनी? न रामप्रिया भगिनी गतवती. She just left. She'll be back. अत्र किञ्चित् अग्रे पठामि वा? अरुणा वदतु. अतः वदतु पठतु भगिनी भगिनी. धातुः आगतवती वा? न. अस्तु अहं पठामि अग्रे पठामि. धातोः स्वभावः एका च उपदेश अनुदात्तात् यः औपदेशिकधातुः एका च अपि अनुदातः अपि अस्ति तस्मात् विहितस्य प्रत्ययस्य इडागमः न भवति. उपदेशे यो धातोः एकाच् अनुदात्तः च तत् आर्धधातुकस्य न यस्मिन् धातौ एकः एव स्वरः वर्तते सः धातुः एकाच् उपदेशे नाम पाणिनेः धातुपाठे अयं धातुः अन्तर्भूतः. भगिनी शनैः शनैः पठितुं शक्यते वा? अस्तु अस्तु अस्तु. औपदेशिकधातुः श्रूयते वा इदानीम्? आं महोदय. अत्र वृष्टिः भवति वा? न वृष्टिः नास्ति तत्र तु मम इण्टर्नेट् तावदेव एर्टेल् किञ्चित् क्लेशः एव भवति महोदय सर्वत्र अत्र सेटलैट् इति विषये अस्माकं नगनल्लूर् मध्ये वृष्टिः नास्ति नास्ति परन्तु सर्वं गच्छति एव अत्र वदति टिवि मध्ये वदति अत्र नेट्वर्क् नास्ति इति सो सेटलैट् इश्यूस् अस्ति. आम् आम् अत्रापि तदेव धातुः प्रश्नः उदेति अत्र नूतनप्रश्नः उदेति, आर्धदातिकस्य बलादेः इत्यस्य सर्वेभ्यः धातुभ्यः अत्र ईडानुकूलः वर्तते इति वयं जानीमः एव, परन्तु एतत् विषये अपवादसूत्रमस्ति, अपवादसूत्रं सूत्रं नास्ति, निषेधकसूत्रमस्ति, नेड्वशीकृति. अत्र किञ्चित् इतुम् इति ईडानुकूलः कुत्र कुत्र भवति चेत् तुमनान्तं पठितुं लेखितुं चिन्तयितुं तत्र तुमनान्तम् अस्ति चेत् तत्र ईडानुकूलः भवति एव, परन्तु अत्र तुमनान्तं कृधातुः स्वीकुर्मः अनन्तरं स्नुधातुः स्वीकुर्मः चेत् कर्तुं श्रोतुमेव भवति इत्यनयोः किञ्चित् अत्र किमर्थम् अत्र न भवति भवति इति अग्रे किञ्चित् इतोपि तत्र दत्तं महोदय, धातोः स्वभावः. तदेव सत्यम्. आम् पठतु भगिनि, धातोः स्वभावः. एका च उपदेश अनुदात्तात् यः औपदेशिकधातुः, एका च अपि अनुदातः अपि अस्ति, तस्मात् विहितस्य प्रत्ययस्य ईडागमः न भवति. उपदेशे यो धातोः एकाच् अनुदात्तश्च तत् आर्धदातुकस्य एक् न. यस्मिन् धातुः एकः एव स्वरः वर्तते सः धातुः एकाच्. उपदेशे नाम पाणिनेः धातुपाठे अयं धातुः अन्तर्भूतः. औपदेशिकधातुः यथा पटो लिको दुपचष् नातु, आदिदेशिकधातुः यथा प्रेरणार्थक निच् पाटी लेखी पाचि, एकाच् यस्मिन् स एकाच् बहुवीर्घिः तस्मात् एकाचः. एकाचः पञ्चम्यन्तम्, उपदेशे सप्तम्यन्तम्, अनुदात्तात् पञ्चम्यन्तं, त्रिपदमिदं सूत्रम्. ऋत इद् धातोः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. नेड् वशीकृति इत्यस्मात् न इट् इत्यनयोः अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. उपदेशे एकाचः अनुदात्तात् धातोः, अङ्गात् न इट्. इदानीं वयं दृष्टवन्तः आर्धधातुकस्य बलादेः, बलादिप्रत्ययम् अस्ति, अनन्तरं धातोः अपि ईडानुकूलः चिन्तनं भवति. अत्र द्वयोः मिलित्वा ईडानुकूलः भवति, अतः एव पठितुं लेखितुं चिन्तयितुम् इति वयं स्वीकुर्मः. परन्तु यत्र कृ धातोः अनन्तरम् अत्र स्नु धातुः, अत्र कर्तुं श्रोतुम् एव अत्र ईडानुकूलः विषये किमपि नास्ति. नेड् वशीकृति इति निषेधकसूत्रम् अत्र कार्यं करोति. इदानीं धातोः स्वभावः कः इति पश्येमे चेत् अत्र एका च उपदेश अनुदात्तात् इति अस्ति. यत्र एतत् सूत्रं किं वदति चेत् यत्र एकाच् एकः एव अचुवर्णः, अनन्तरम् उपदेश अवस्थायाम्, उपदेश अवस्थायां कुत्र कुत्र भवति चेत् धातोः भवति, सूत्रे भवति, अनन्तरं प्रत्यये भवति, आगमकविषये भवति, आदेशविषये भवति. अत्र उपदेश अवस्थायाम् इदानीम् एकाचः अस्ति, अनन्तरम् उपदेश अवस्थायाम् अनुदात्तात् इति अस्ति. यत्र अनुदात्तः अस्ति, एकाच् अत्र अस्ति, तत्र ईडानुकूलः चिन्तनं किमपि नास्ति. एतदपि निषेधकसूत्रम् आर्धधातुकस्य बलादेः इत्यस्य. इदानीम् अत्र तावदेव खलु महोदय, तावदेव. तत्र तत्र धातुः विषये किमपि विधानसूत्रम् इति किमपि नास्ति. प्रत्ययस्य विषये आर्धधातुकस्य ईड् बलादेः इति सूत्रेण तत्र ईड् विधीयते, परन्तु धातोः विषये वयं तत्र साक्षात् एकं निषेधसूत्रमेव दत्तवान् पाणिनिना. इत्युक्ते यः धातुः एकाच् नास्ति, अनन्तरम् अनुदातः नास्ति, ते सर्वे सेटः. अतः तत्र अनुदातत्वमस्ति, एकाच् अस्ति चेत् सः धातुः अनिट् इति अवगन्तव्यम्. अनेन सूत्रेण एकमेव सूत्रं दत्तं. समीचीनं, सम्यक्. धन्यवादः अरुणा भगिनी. अत्र यद्यपि उपदेशे इत्यनेन मूलधातुः इत्युक्तं, परन्तु एकाच् इत्यस्य कृते यदा स्वराणां गणनं भवति तदा अनुबन्धेषु ये स्वराः सन्ति ते गणने न अन्तर्भूताः. यथा दुक्कृङ् इति धातोः यद्यपि उकारः अपि ऋकारः अपि सः, किन्तु उकारः अनुबन्धे अस्ति अतः तस्य गणनं न भवति. तुकृङ् एकाच् अस्ति. ओके, सूत्र उपदेशे अवस्था उपदेशे इति सूत्रं किमर्थम् एकाच् उपदेश अनुदाता इति सूत्रे उपदेश इति मूलधातु इति उक्तं पाणिनेन रचितं मूलधातुः इति उक्तं, परन्तु एकाच् इति कृते स्वराणां गणनं न भवति. तत् उदाहरणं पठितव वयं जानीमः तदा अनुबन्धेषु ये स्वराः सन्ति ते गणने न अन्तर्भूताः. किमर्थं ओके धातु डु कृङ् अत्र डु कृ अस्ति, डु अपि अनुबन्ध अनन्तरं चुट्टु सूत्रेण अपगच्छति, क्रू अत्र एव अवशिष्यते एकाच् एव अस्ति. ओके, तदेव स्वराणां गणनं भवति, अनुबन्धेषु स्वरस्सन्ति एते गणेन न अन्तर्भूतः. समीचीनं, तदेव यद्यपि तत्र उपदेशे इति उक्तं तत्र वयं यद् अनुबन्धस्वराः सन्ति तस्य निष्कासनानन्तरमेव गणनां कुर्मः. Okay. उपदेशे इति उक्त्वा ढु इत्यपि एकः स्वर उ दकारोत्तरवर्ती यद् उकारः तदपि एकः स्वरः एव किल, तदा स्वीकुर्मः चेत् डुकृञ्ज् इति धातुः अनेकाच् भवति, परन्तु तादृशं नास्ति. वयम् अनुबन्धलोपानन्तरमेव स्वीकुर्मः, अतः कृ इत्यत्र यद् ऋकारः अस्ति तद् एकः स्वरः, अतः धातुः एकाच्. धातुः एकाच् अस्ति चेत् तत्र इडागमः न भवति. अवगतं किल? तद् बहु मुख्यविषयः. आम्, अग्रे भगिनि. इडागमनिषेधकं सूत्रम् इद अनेन इडागमः तदा निषिध्यते यदा धातुः एकाच् अपि स्यात् अनुदातः अपि स्यात् अनेन ज्ञायते यत् इडागमनिषेधकसूत्रम् इदम्. इडागमः निषध्यते यदा धातु ओके अनुबन्ध अनन्तरं धातुः एकाच् अपि स्यात् अनुदात अपि चेत् सूत्रं वर्तते. अनेकाच् धातवः सर्वे सेटः भवन्ति, उपदेशे च अष्ट अनेकाच् धातवः सन्ति, जागृ ऊर्णु दरिद्र चकाश्रु चिरि जिरि दिधीं वेवि, अनेकाचत्वात् एते सर्वे अपि सेटः. सूत्रे धातुपाठे अनेकाच् धातवः सर्वे सेटः सामान्यतया, उपदेशे च अष्ट अनेकाच् धातवः सन्ति ते अपि सेट् भवति. ओके, उदाहरणमस्ति के धातवः इति जागृ ऊर्णु दरिद्र चकाश्रु चिरि जिरि दिधि वेवि, धातवः अष्टधातवः अनेकात् परन्तु सेट् एव भवति. सामान्यतया एकाच् एव सेट् भवति, अनेकाच् एकाच् इति अनित् एकाच् अनुदातः अनित् अनेकाच् दात अतः अनेकाच् दातवः सर्वे सेटः. ओके, अनेकाच् दात सामर्थ्य सर्वे सेटः. ओके, किमर्थमत्र अष्टदातवः उक्तं भगिनि? तत्र उपदेश अवस्थायां तत्र इदानीं डुकृञ्ज् दृष्टवन्तः किल, तत्र डुकृञ्ज् इत्यत्र किं जातं? तत्र डु इत्यस्य अनुबन्धलोपः जातः, कृ अवशिष्यते, कृ इति एकाच् उक्तवन्तः, परन्तु अत्र उपदेशे अनेकाच् दातवः अष्ट, तत्र किमपि तत्र अनुबन्धलोपः न भवति. जागृ जागृ इत्येव तिष्ठति, ऊर्णु ऊर्णु एव, तत्र उकारस्य वा नु इत्यत्र वा लोपः न भवति. तद् प्रदर्शयितुं तत्र तद् उदाहरणरूपेण स्वीकृतवन्तः. अष्ट अनेकाच् धातवः उपदेश अवस्थायामेव अस्ति. ओके, दरिद्रा च अकासृ इति उपदेश अवस्थायामेव अनेकाच्. अन्यकारणेन अनेकाच् भवितुम् अर्हति. यदा वयं चुरादिगणीयधातुः स्वीकुर्मः तदपि अनेकाच् भवितुमर्हति. तादृशं योजनानन्तरम् अवगतं भगिनि. ये धातवः एकाचः सन्ति तेषु ये उदात्तः स्वरिताः सन्ति ते अपि सेच्छः, यतः अनुदात्तात् धातोः एव वलादि आदुदात्तकप्रत्ययः ईडागमः निषिद्धः इति सूत्रेण उक्तम्. तर्हि अनुदात्तः ये एकाचः धातवः सन्ति ते अनितः, अन्ये अपि सर्वे सेतः भवन्ति. अधुना एकाद्धातुविषये दत्तं कृते दत्तं. ये धातव एकाच् सन्ति ते उदात्तः स्वरिता अस्ति, अथवा न चिह्नं स्वरितन उपरि चिह्नमस्ति, उदात्त चिन उपरि अधः चिह्नं नास्ति. ते सर्वे अपि सेतः, अतः अनुदात्तात् धातोः एव फलादि आर्धदातुकप्रत्ययस्य इडागमः निषिद्धः भवति. इदानीम् अनुदात्त अनिटः अथवा तत्र फलादि आर्ध प्रत्ययस्य इडागमः निषिद्धः भवति अत्र. तर्हि अनुदात्त एकाचः धातवः सन्ति ते अनिटः, अन्ये अपि सर्वेषेटः भवन्ति. निष्कर्षत्वेन अनेन सूत्रेण अवगच्छेम यत् एकाच् धातुषु अनुदात्तः अनिटः उदात्तः स्वरितः च सेट् इति. अत्र उपक्रमदत्तम् उपक्रमरूपेण निष्कर्षत्वेन वयं जानीमः एकाच् धातु अनुदात्त अस्ति, ते सर्वे अनिटः, उदात्तः स्वरितः अस्ति चेत् से सर्वे सेतः इति वयं ज्ञातव्यम्. पुनर्रामप्रिया भगिनी गतवती. पठितुमिच्छते वा भगिनी अन्य? ओके, भगिनी आगतवती. ओके, निष्कर्षत्वेन ओके दट् वि डिड् ओके. अनेन सूत्रेण अवगच्छेम यत् एकाच् धातुषु अनुदाताः अनिटः, ओके, उदात्ताः स्वरिताः च सेट्. ओके, एकाच् धातु अनुदात्तः चेत् अनिटः, एकाच् धातु उदात्तः अपि च स्वरितः अस्ति चेत् सेट् भवति. ओके, आर्धधातुकस्य ईड् बलादेः नेड् वहि कृति इति सूत्राभ्यां प्रत्ययस्य वर्णनं क्रियते. आर्धधातुकस्य ईड् बलादेः नेड् वहि कृति इति सूत्राभ्यां प्रत्ययस्य वर्णनं क्रियते. तिङ् प्रत्ययः आर्धधातुकः अपि बलादिः अपि चेत् अयं प्रत्ययः इडागम अनुकूलः. तृक्प्रत्ययः वलादिः अवशादिः चेत् कृक्प्रत्ययः वलादिः अवशादिः चेत् अयं प्रत्ययः इडागम अनुकूलाः. कृक्प्रत्ययः वलादि अवशादि नेट् वशीकृति नेट् वशीकृति वशादि नास्ति. प्रत्ययः इडागम अनुकूलः. धातुः यः कोऽपि भवतु, नाम प्रत्ययः इडागम अनुकूलः अस्ति चेत् इडागमस्य प्रसक्तिः अस्ति एव. तदा एकाच् उपदेशे अनुदात्तात् इति सूत्रं धातोः वर्णनं करोति. अनेन सूत्रेण बलादि आर्धधातुकप्रत्ययानुगुणम् इडागमस्य प्रसक्तिः अस्ति चेत् अपि यत्र धातुः एका च अनुदात्तः तत्र इडागमः निषिध्यते. अस्तु, वयं जानीमः प्रत्ययस्य प्रत्ययः आर्धधातुकस्य इड् बलादेः इत्यनेन बलादिप्रत्ययः अपि च आर्धधातुकप्रत्ययः अस्ति चेत् इडागमः भवति इति. अनन्तरं नेड् वशीकृति इति इत्यनेन कृप्रत्ययः वश् इत्यनेन अस्ति चेत् इडागमः नास्ति इति, इडानुकूलता नास्ति इति. अनन्तरं धातुतः वयं जानीमः एकाच् उपदेशे अनुदात्तात् इति एव सूत्रम् अस्ति. उपदेश अवस्थायां धातुः एकाच् भवेत् अपि च अनुदात्त अवशिष्टस्वराः धातोः अवशिष्टस्वराः अनुदात्तः भवेत्. अनुदात्तः इत्युक्ते अधः रेखा अस्ति चेत् अनुदात्तः अवशिष्टस्वराः धातोः अवशिष्टस्वराः अधः रेखा अस्ति चेत् तस्य धातोः अनुदात्तः भवति. उपदेशे एकाच् अनुदात्तधातोः अस्ति चेत् तस्य इडागमः भवति. अनितयो एकाच् उपदेशे अनुदात्तात् इत्यनेन धातोः अनिट् भवति, इडानुकूलता नास्ति इति. धातोः उदात्तः अपि च स्वरित अवशिष्टधातो अवशिष्टस्वराः धातोः अवशिष्टस्वराः अधः रेखा नास्ति अपि च स्वरित उपरि रेखा अस्ति चेत् स्वरिताः धातोः कृते धातोः इडानुकूलः भवति, सेट् भवति. सो प्रत्ययः अपि च धातोः द्वयोः अपि इडानुकूलता अस्ति चेत् एव इडागमः भवति. समीचीनं, द्वयमपि द्रष्टव्यं, केवलम् एकम् इति न. आं भगिनि, अग्रे अपि डुक्रुञ्ज् उदाहरणं. यथा डुक्रुञ्ज् धातुः, अयं धातुः एकाच् अपि अस्ति, अनुदात्तः अपि अस्ति. तथा तुमुन् प्रत्ययः, तथा तुमुन् प्रत्ययः, तुमुन् आर्धधातुकप्रत्ययः. तिङ् अपि नास्ति, षित् अपि नास्ति, अतः आर्धधातुकप्रत्ययः. तिङ्षित् सार्वधातुकम्, आर्धधातुकं शेषः. वलादिः अवशादिः अपि अस्ति, अतः आर्धधातुकस्य इड् वलादेः इति सूत्रेण इडागमस्य प्राप्तिः अस्ति, इडागमस्य प्राप्तिः. किन्तु डुक्रञ्च् एकाच् अनुदात्तः, अतः एकाच् उपदेशे अनुदात्तात् इति सूत्रम् इडागमं निषिध्यति. तदर्थं कर्तुम् इति रूपं भवति, न तु करितुम्. वयम् उदाहरणरूपेण डुक्रञ्च् इति धातोः स्वीकुर्मः. अत्र अनु प्रत्ययः अपि तुमुन् इति प्रत्ययः स्वीकुर्मः चेत् तुमुन् इति प्रत्ययः आर्धधातुकप्रत्ययः. तिङ् अपि नास्ति, तिङ् प्रत्ययः नास्ति, सार्वधातुकं नास्ति, षित् अपि नास्ति, अतः आर्धधातुकः. अनन्तरं तिङ् तुमुन् प्रत्ययः तुमुन् प्रत्ययः कृत् प्रत्ययः इत्यनेन नेड् वशीकृति इत्यनेन वश् प्रत्ययः अपि नास्ति, वश् आदि एव नास्ति. तथा इडागम अनुकूलः भवति प्रत्ययः तुमुन्. इडानुकूल यद्यपि प्रत्ययः इडानुकूलः, परन्तु धातोः डुक्रिञ्च् अवशिष्ट धातोः अवशिष्टस्वराः कृ इति एव भवति. अवशिष्टस्वराः कृते अनुदात्तः भवति. अनुदात्तः इत्युक्ते अधः स्वर अधः रेखा भवति चेत्, बट् दे हेवन् गिवन् ओके रेखा तद् न दृश्यते, परन्तु दत्तम् एका रेखा. ओ आम् आम् आम्, अत्र डुक्रिञ्ज् अत्र ऋकारस्य ब्राकेट् इन् परान्तसि डुक्रञ्च् इति अनुदात्तः अतः अधः रेखा अस्ति इत्यनेन अनुदात्तः अनुदात्तः अस्ति चेत् वयं जानीमः अनिटः इति एकाच् उपदेशे अनुदात्तात् इति सूत्रेण. तथा एव तदर्थम् एव धातोः इडानुकूलः नास्ति इत्यनेन कर्तुम् एव सिद्ध्यति. करितुम् इति नास्ति. सत्यं. यद्यपि प्रत्ययः इडानुकूलः अस्ति तदापि धातुः इडानुकूलः नास्ति. अस्ति. अतः तत्र इडागमः न भवति. तत्र अन्तिमपरिच्छेदं पठतु भगिनि, अनन्तरं समापयामः. धातोः एकाच् त्वं दृष्ट्वा एव बुध्यते, परन्तु तस्य अनुदात्तत्वं तु दर्शनेन न ज्ञायते. वस्तुतः अनुदाताः एकाचः धातवः परिगणिताः. एकाचः धातवः वस्तुतः अनुदाताः एकाच धातवः परिगणिताः. अतः ते सर्वे मनसि भवन्ति चेत् महान् लाभः. अजन्ताः धातवः आधिक्येन अनिटः. अजन्ताः कृ अजन्ताः ओके अच् अन्त अस्ति कृ आधिक्येन अनिटः. ओ आधिक्येन अनिटः. अतः ये सेट् भवति. ओ परन्तु अत्र अनुदात्त आधिक्येन अनिटः एव. अतः ये सेट् भवति. ये सेट् ते ज्ञातव्याः. ओ ओके ओके. ओ आधिक्येन अनिटः भवति परन्तु ये ते ज्ञातव्याः. हलन्तदातवः आधिक्येन सेट् भवति. अतः ये अनिटः ते स्मर्तव्याः. अस्तु. अत्र कमा राङ्ग् प्लेस्. अजन्तः दातवः आधिक्येन अनिटः. अनिटः. अतः ये सेटः ते ज्ञातव्यः. आमाम्. हलन्तदातवः आधिक्येन सेटः. अत्र कमाय सन्दर्भे तत्र हलन्तदातवः आधिक्येन सेटः. अतः ये अनिटः ते स्मर्तव्याः. अस्तु अस्तु. विपरीतक्रमेण स्मर्तव्यं. स्मर्तव्यम् इत्युक्ते कण्ठस्थीकरणं. तदेव अग्रिमपाठे अस्ति. तत्र अजन्तदातुषु यद् अनिटः अस्ति आधिक्येन अनिटः. अनिटः अस्ति. अतः सेट् दातवः किञ्चिदेव अस्ति. तस्य तद् स्मरणे भवतु. एकं कोष्ठमपि अस्ति. अभ्यासः इति एकं कोष्ठमपि अस्ति. हलन्तदातुषु अनिट् दातवः स्मर्तव्यः. विपरीत कण्ठस्थीकरणम् इति. तत्र अग्रिमपाठे अन्ते भव्या भगिन्याः एकम् एक्सेल् शीट् अस्ति. तद् किञ्चित् प्रिण्ट् औट् कृत्वा वा सेव् कृत्वा वा स्थापयन्तु. अस्माकम् अभ्यासाय लाभाय भवति. अभ्यासार्थं लाभाय अन्ते अस्ति. द्वितीयकरपत्रस्य अन्ते भव्या भगिन्याः एक्सेल् शीट् इति तद् पार्श्वे अस्ति चेत् किञ्चित् चतुर्दश दातवः वा वयं किञ्चित् कृत्वा कण्ठस्थं कुर्मः. वर्गे एव कुर्मः. अनन्तरं कुर्मः इति समयः कदा मम तु न लभ्यते. अन्येषां कुर्मः प्रायः अग्रिमपाठने. अग्रिमी स्वरूप महोदय प्रति वारं वर्गे एव कृतवान्. वर्गे एव कथने वयमपि वर्गे एव कुर्मः प्रायः. नवरात्रि अनन्तरं वयं पुनः अस्माकं पूर्वतनसमयः एव स्वीकुर्मः. 90 मिनिट्स् तदा किञ्चित् समयः अपि लभ्यते. अनन्तरं विजयदशमी अनन्तरं तादृशं कुर्मः. इतोपि महोदय 19th अहं द्वारकामध्ये अस्मि महोदय. 20th एव मम फ्लैट् टु इण्डिया. ओ सम्यक्. तमिळ्नाडु. सो अहं द्वारकामध्ये अत्र वेलुकुडि स्वामीजी अस्ति खलु, तस्य समूहे अहं गमिष्यामि 13th मध्ये. अनन्तरं 20th एव प्रत्यागतम्. अतः 19th मध्ये समयः अस्ति चेत् अहं शृणोमि महोदय. अस्तु अस्तु, नास्ति चिन्ता. एतद् व्यवस्था वयं नवरात्रि अनन्तरमेव कुर्मः. 90 minutes अस्माकं पूर्वतन यदा भवति तदा अभ्यासस्य समयः अपि लभ्यते. वर्गे एव कुर्मः. अनन्तरं कदापि समयः न भवति. अस्तु भगिनि, नेक्स्ट् वीक् केन् वि से नो क्लास् No class. No, she was saying, one and a half hour she was saying after the We will resume after now. Yeah, we can take off next week. That is Navaratri time, right? We will resume after Vijayadashami. Okay. Astu. That the Vijayadashami, that Wednesday, we will start with this 90 minutes as previous. Start time, I will let you know, probably 8 o'clock. 8 to 9:30 will be fine. अस्तु भगिनी बहु धन्यवादः धन्यवादः धन्यवादः धन्यवादः महोदय धन्यवादः नमस्कारः